नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तिङ् प्रत्ययानां सिद्धिः द्वितीयभागः इति. इदानीम् अदन्त अङ्गानां विषये चर्चा प्रवर्तमाना अस्ति. अदन्ताङ्गानां विषये चर्चा प्रवर्तमानमस्ति. तर्हि परस्मैपदी प्रत्ययानां लट् लोट् अनयोः रूपसिद्धिः प्रथमकरपत्रे अस्माभिः चर्चितम्. अपि च अस्मिन् करपत्रे लङ् विधिलिङ् परस्मैपदी प्रत्ययानां सिद्धप्रत्ययाः कथं निष्पन्नाः इत्यपि अस्माभिः चर्चिताः. इदानीं ततः अग्रे इदानीम् आत्मनेपदी प्रत्ययानां विषये इदानीं चर्चा आरप्स्यते. आत्मनेपदीप्रत्ययानाम् अदन्ताङ्गानाम् आत्मनेपदीसिद्धप्रत्ययाः के इति विषयः अद्य पश्यामः. तर्हि इदानीं तत्र लङ् विधिलिङ् इत्यत्र कोऽपि प्रश्नः अस्ति वा? वंशी भगिनी, भवत्याः चर्चनीयम् इति चर्चनीयः विषयः कश्चन आसीत् खलु? आम् भगिनि, तत्र भवत्याः प्रश्नः आसीत् किल, तत्र संयोगान्तस्य लोपः. तत्र तु किमर्थम् अन्त्यस्य इति उक्तं, तत्र यतोहि अलौन्त्यस्य अपि च येन विधिस्तदन्तस्य इत्यनेन कार्यं न भवति वा इति भवत्याः प्रश्नः आसीत् किल भगिनि? येन विधिस्तदन्तस्य इत्यनेन न भवति वा इति प्रश्नः. हा, समीचीनं. तत्र मतद् मम एवमस्ति, पठितं किमपि पठितं तत्र मतद्वयम् अस्ति. यतोहि हलोनन्तराः संयोग इति सूत्रेण तत्र एकं मतं वदति, तत्र तु एकस्य एकस्य वर्णस्य संयोगसंज्ञा भवति. अन्यं मतं वदति तत्र हलोनन्तरा संयोगः इति सूत्रेण समुदायस्य संयोगसंज्ञा भवति. यत्र समुदायस्य संज्ञा भवति तत्र अन्तग्रहणम् इति न आवश्यकम्. अन्तग्रहणं तु स्पष्टीकरणार्थमेव अस्ति. परन्तु यत्र संयोगसंज्ञा एकस्य एकस्य वर्णस्य संयोगसंज्ञा भवति तत्र इत्युक्ते किम्? एकस्य एकस्य इत्युक्ते किम्? इत्युक्ते तत्र हलद्वयं यदि वर्णद्वयस्य यदि संयोगसंज्ञा भवति, एकस्य एकम् एकं वर्णस्य संज्ञा भवितुम् अर्हति तत्र इति एकं मतं वदति. तत्र तस्मिन् काले तु अन्तग्रहणं तु आवश्यकमेव, यतोहि तत्र एकस्य वर्णस्य अपि लोपः भवितुम् अर्हति. यतोहि तत्र पदान्ते यदि एकः हल् वर्णः अस्ति, अन्ते अग्रे अन्यः हल् वर्णः अस्ति, तत्र यदि संयोगः भवति तत्र प्रथमवर्णस्य लोपः अपि भवितुम् अर्हति, यतोहि तत्र एकस्य वर्णस्य संयोगसंज्ञा अभवत्. अतः मतद्वयम् अस्ति. अतः यत्र समुदायस्य संज्ञा भवति तत्र तु स्पष्टीकरणार्थमेव, परन्तु यत्र समुदायस्य एकस्य वर्णस्य संयोगसंज्ञा भवति तत्र तु अन्तग्रहणम् आवश्यकम् एव इति मम. बहु समीचीनं भगिनि, बहु समीचीनं, सम्यक्तया भवती पठितवती. अस्तु, समीचीनमस्ति. परन्तु तत्र एकं स्मर्तव्यं किम् इति चेत्, यद्यपि काशिकाकारः एवं वदति तत्र समुदायस्य त्रयाणां वर्णानपि अपि तत्र संयोगः भवितुम् अर्हति इति तथा वदति, परन्तु तादृशं भवति चेत् कुत्रचित् दोषः जायते एवं वदति चेत् कुत्रचित् दोषः जायते इति कृत्वा तत्र भाष्यकारस्य मतं किम् इति चेत्, संयोगान्तस्य लोपः इति तत्र संयोगः कति वर्णाः आवश्यकः इति चेत् तत्र संयोगः वर्णद्वयमेव वर्णद्वयम् अस्ति चेदेव संयोगः, त्रयाणां वर्णानां संयोगः इति न परिगण्यते. अत्र संयोगान्तस्य लोपः इति सूत्रस्य कार्यार्थं त्रयाणां वर्णानां संयोगः इति न परिगण्यते. वर्णद्वयं स्वीकृत्य वयं पश्यामः संयोगः अस्ति वा न वा. एवं सति संयोगान्तस्य लोपः इति सूत्रे वस्तुतः अन्तग्रहणम् अनावश्यकम्, अन्तग्रहणं न आवश्यकम्. येन विधिस्तदन्तस्य इति समानः अर्थः वयं प्राप्तुं शक्नुमः. संयोगः लोपः इति वदति चेत् संयोगस्य लोपः इति वदति चेदपि कार्यं सिद्ध्यति. यतोहि संयोगस्य लोपः इति वदति, तदनन्तरं तत्र संयोगस्य पदस्य लोपः इति तादृशं भवति अनुवृत्तिसहितसूत्रं, संयोगस्य पदस्य लोपः, तर्हि तदानीं तत्र येन विधिस्तदन्तस्य यनेन अन्तग्रहणं कर्तुं शक्नुमः, संयोगान्तस्य पदस्य लोपः इति वयं प्राप्तुं शक्नुमः। अतः वस्तुतः अन्तस्य अन्तग्रहणस्य आवश्यकता नास्ति, तथापि स्पष्टीकरणार्थं कृतमस्ति पाणिना, अतः वयं स्वीकुर्मः तावदेव। परन्तु चिन्तनार्थं येन विधिस्तदन्तस्य इत्यनेन कार्यं सिद्ध्यति एव। स्पष्टं वा? इत्युक्ते अग्रे हल्सन्धि, यदा हल्सन्धिकार्याणि भवन्ति अग्रे न हल्सन्धि इत्युक्ते सामान्यतया वयं पठामः खलु कौमुद्यां, तादृश हल्सन्धि नास्ति, परन्तु पदनिर्माण अवसरे विशिष्टसूत्राणि भवन्ति, यथा तत्र अष्टमाध्यायस्य द्वितीयपादे बहूनि सूत्राणि सन्ति पदस्य इत्यस्य अधिकारे, तानि सर्वाणि सूत्राणि हल्सन्धिसूत्राणि इति वयं वदामः, तेषां प्रसक्तिः पदनिर्माण अवसरे भवति, प्रक्रियाकाले भवति तेषाम्। एतावता तत्र हल्सन्धिसूत्राणि इति वयं सामान्यतया यदा वयं पठामः प्रारम्भिकवर्गेषु, तत्र तु पदान्ते किमपि अस्ति चेत् तस्य अनन्तरं हल् वर्णः अस्ति चेत् तयोः मेलनेन किं जायते इति, यथा सोऽश्चुनाश्चुः अथवा सोऽश्चुनाश्चुः इति पदान्ते एव इति नास्ति, परन्तु स्तोश्चुनाश्चुः श्चुनाष्टुः इति एतादृशसूत्राणि सामान्यतया आरम्भकाले वयं पठामः, परन्तु प्रक्रियाकाले यदा यत्र प्रकृतिप्रत्ययोः योजनं यत्र भवति तत्रापि हल्सन्धि हल्सन्धेः अवसरः भवति, तत्र बहूनि सूत्राणि सन्ति, तस्मिन् काले तत्र संयोगान्तस्य लोपः इत्यपि आगच्छति, तत्र वयं द्रष्टुं शक्नुमः त्रयाणां वर्णानां संयोगः भवति चेत्, त्रयाणां वर्णानां संयोगं वयं स्वीकुर्मः चेत् कः क्लेशः भवति इति वयं द्रष्टुं शक्नुमः। इत्युक्ते यत्र संस् इति एकैकं धातुः अस्ति, संस् तत्र त्रयाणां वर्णानां संयोगः अस्ति, एवं सति त्रयाणां वर्णानां संयोगः अस्ति इति पश्यामः चेत् तत्र संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः भवति, तर्हि संस् इति सिद्ध्यति, तर्हि संस् इति सिद्ध्यति चेत् तत्र दोषः जायते संस् इत्यत्र, यतोहि तत्र वस्तुतः द्वयोः द्वयोः वर्णयोः संयोगं स्वीकुर्मः चेत् अन्ते सकारतकारः अस्ति, तयोः संयोगः संस्थ सका स न स त, तर्हि सकारतकारयोः संयोगः अस्ति चेत् तत्र संयोगान्तस्य लोपः इति सूत्रं प्रबाद्य अन्यत् सूत्रमस्ति, स्कोः संयोगाद्योरन्ते च इति भिन्नं सूत्रमस्ति, तेन सूत्रेण सकारः सकारस्य लोपः वस्तुतः भवेत्, सकारस्य लोपः वस्तुतः भवेत् यदि त्रयाणां वर्णानां संयोगः स्वीक्रियते चेत् तत्र दोषः जायते इति कृत्वा अत्र द्वयोः द्वयोः वर्णयोः एव संयोगः इति स्पष्टं भवति। अस्तु, तदभवत्। अन्यत् किमपि अस्ति वा वंशी भगिनी? नास्ति भगिनि, तावदेव अस्ति। अस्तु, तत्र विधिलिङ्ग् विषये तत्र सुप्तिङ्गन्तं पदम् अपि द सेम् रीसन् सुप्तिङ्गन्तं पदं संज्ञा तत्सूत्रे एव अन्त इति उक्तं, येन विधिस्तदन्तस्य इति अनेन सुप्तिङ्ग अन्त इस् नाट् नीडेड्। सुप्तिङ्गन्तं पदम् इत्यत्र अनुवृत्तिसहितसूत्रं किम् अहं न विस्मरामि। सुप्तिङ्गन्तं पदम् इति इत्युक्ते सुप्तिङ्गन्तं पदम् इति उक्तं, तर्हि तत्रापि अन्तग्रहणं मास्तु, सुप् तिङ् पदम् इति वक्तुमिच्छति वा? सुप्तिङ् इति वदति चेत् तत्र किं जायते? यत् पद यत् शब्दसमुदाय अन्ते सुप् सुप् अथवा तिङ् प्रत्ययानाम् अस्ति इति अन्तग्रहणं नास्ति चेत् तत्रापि येन विधिस्तदन्तस्य इति अन्तग्रहणं भवितुम् अर्हति, परन्तु तत्र किम् अस्ति इति चेत् तत्र एका वार्ता अस्ति, अत्र संज्ञाविधौ अन्तग्रहणं न भवति, संज्ञा इत्युक्ते अत्र वस्तुतः किम् इति सुप्तिङ्गन्तं पदम् इत्यत्र अत्र वस्तुतः येन विधिस्तदन्तस्य इत्यस्य कार्यं नास्ति, तत्र अन्तग्रहणं कथं भवति इति चेत् प्रकृतिग्रहणे तदन्ताग्राह्याः इति परिभाषा अस्ति, प्रत्ययग्रहणे तदन्ताग्राह्याः इति अस्ति, प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा अस्ति. तत्र वस्तुतः सुप्तिङन्तं पदम् इत्यत्र सुप्तिङन्तं पदम् इत्यत्र तादृशविशेषविशेषणभावः नास्ति इति कृत्वा तत्र येन विधिसदन्तस्य इत्यस्य कार्यं नास्ति. परन्तु तत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इति अस्ति. तर्हि सुप् इति वदन्ति चेत् सुबन्तं तिङन्तम् इति प्राप्तुं शक्यते. तथापि सूत्रे सुप् तिङन्तम् इति किमर्थम् उक्तम् इति चेत् तत्र यत्र संज्ञाविधिः अस्ति, संज्ञाविधौ प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषायाः प्रतिषेधः अस्ति. संज्ञाविधौ सुप्तिङन्तं पदम् इति संज्ञाविधिः अस्ति खलु? हा, संज्ञाविधिः अस्ति. अतः तत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधः अस्ति इति कृत्वा साक्षात् तत्र अन्तग्रहणं कृतमस्ति सूत्रे. अवगतं वा? आं भगिनि, आम्. समीचीनः प्रश्नः. इत्युक्ते तत्रापि भवितुम् अर्हति इत्युक्ते येन विधिसदन्तस्य तदनन्तरं तत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा तत्सर्वं प्रतिषेध्य तत्र संज्ञाविधौ अन्तग्रहणं नास्ति प्रत्ययस्य. अस्तु, धन्यवादः. इत्युक्ते तत्र वस्तुतः सुप् पदसंज्ञं स्यात्, सुप् पदसंज्ञं स्यात् इति एव वक्तुं, सुप् प्रत्ययः पदसंज्ञं स्यात् इति एव वक्तुम् इच्छति चेत् सुप् इति साक्षात् प्रत्ययः पदसंज्ञकः नास्ति. प्रत्ययः यत्र प्रत्ययस्य ग्रहणं भवति तत्र तदन्तग्रहणं भवेत्. प्रत्ययः सुप् प्रत्ययः इति नास्ति, सुप् अन्ते यस्य अस्ति तादृशस्य ग्रहणम् इति स्पष्टीकरणार्थं तत्र प्रत्ययग्रहणे तदन्तग्राह्याः प्रत्ययस्य ग्रहणं यत्र भवति तत्र तदन्तस्य ग्रहणं भवेत्. तर्हि सुप् इति प्रत्ययस्य ग्रहणं यस्मिन् सूत्रे अस्ति, यदि अस्माकं सूत्रं सुप्तिङ् पदम् इति अस्ति चेत् सुप् प्रत्ययस्य ग्रहणं यत्र अस्ति तत्र तदन्तस्य ग्रहणं भवेत् इति कृत्वा प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तत्र सुबन्तं पदं तिङन्तं पदम् इति स्यात्. परन्तु तत्र तादृशपरिभाषायाः प्रतिषेधः अस्ति, निषेधः अस्ति. कुत्र इति चेत् संज्ञाविधिः यत्र भवति तत्र तादृशपरिभाषायाः कार्यं नास्ति. अतः अत्र प्रत्ययस्य ग्रहणेन तदन्तग्रहणं न भवितुम् अर्हति, यतोहि सुप्तिङन्तं पदमिति संज्ञासूत्रम्. अतः साक्षात् तत्र पाणिनिना सुप्तिङ् अन्तम् इति अन्तपदं तत्रैव स्थापितम्. आं भगिनि, अन्यत् विषयः अपि अस्ति न, येन विधिस्तदन्तस्य यत्र विधिः अस्ति, विशेषेण निर्दिष्टः विधिः अस्ति, तत्रैव येन विधिस्तदन्तस्य कार्यं कर्तुम् अर्हति किल? अत्र तु विधिः नास्ति न, नामकरणमस्ति न संज्ञासूत्रमित्यस्य. येन तदर्थमेव येन विधिस्तदन्तस्य इत्यस्य तत्र चिन्तनं कुर्मः चेत् अन्ततो गत्वा येन विधिस्तदन्तस्य इति सूत्रं तत्र प्रबाद्य एव प्रत्ययग्रहणे तदन्तग्राह्यः इति भवति. अत्र विशेषविशेषणभावः अपि नास्ति. समीचीनं, यत्र विशेषणविशेषभावः अस्ति तत्र एव येन विधिस्तदन्तस्य इत्यस्य चिन्तनमेव भवति. अत्र तादृशसन्दर्भः एव नास्ति, अतः येन विधिस्तदन्तस्य इत्यस्य चिन्तनमेव न भवति. अपि च यथा भवती वदति अत्र विधिः अपि नास्ति, संज्ञासूत्रमस्ति, तदपि समीचीनम्. इत्युक्ते तत्र विशेषणविशेषभावः अस्ति चेत् इत्युक्ते अस्माकं ट्रिगर् किम् अस्ति, येन विधिस्तदन्तस्य कार्यं करोति वा नास्ति वा इति ट्रिगर् किम् अस्ति चेत् इति चेत् विशेषणविशेषभावः अस्ति वा नास्ति वा इति एव ट्रिगर् खलु. तर्हि अस्मिन् सूत्रे विशेषणविशेषभावः एव नास्ति, अतः तस्य चिन्तनमेव नास्ति. यदि विशेषणविशेषभावः स्यात्, यदि अभविष्यत् अभविष्यत् तत् कथञ्चित् विशेषणविशेषभावः, तदानीम् अत्र येन विधिसन्तस्य कार्यं करोति वा इति प्रश्ने सति अस्तु विधिसूत्रमपि नास्ति, अतः न कर्तुं शक्नोति इति अग्रे वयं गन्तुं शक्नुमः. तत् परन्तु आदिम स्टेप् एव नास्ति इदानीम्. अस्तु, अग्रे गच्छेम वा? नमस्ते भगिनि, क्षम्यतां विलम्ब जाता, लक्ष्मी अस्मि. लक्ष्मी भगिनि, नमस्ते भगिनि. अस्तु भगिनि, अद्य अहं केवलं शृणोमि. ओ एवं वा, तत्र बहवः जनाः केवलं शृण्वन्ति. अस्तु, तर्हि वंसि भगिनि भवतेव अग्रे पठतु तत्र आत्मनेपदी धातूनां अदन्ताङ्गानां कृते सिद्धप्रत्ययः. हा, पठामि. आत्मनेपदी धातूनाम् अदन्त अङ्गानां कृते सिद्धप्रत्ययः. आत्मनेपदी धातूना मूलतिङ् प्रत्ययः त आतां झ ठास् आतां ध्वम् इड् वहि महिङ् तत्र मूलप्रत्ययाः सन्ति त आथां झ ठास् आथां ध्वम् इड् वहि महिङ् इति नवप्रत्ययाः आत्मनेपदीप्रत्ययाः सन्ति. अत्र सिद्धान्तः आत्मनेपदविषये टित् लकारेषु नित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति, तानि कानि इति अग्रे पश्यामः. अन्यच्च अतः लिखितेषु नियमेषु के सामान्याः के विशेषाः इति सदा मनसि निधाय अग्रे गच्छेम. तत्र आत्मनेपदे विषये तत्र लकारद्वयं भवितुं दलं भवितुम् अर्हति. एकं तु टित् लकारः अस्ति, यत्र लटि लट् लुट् एते टित् लकारः सन्ति. नित् लकारः अपि सन्ति, लङ् लुङ् एते नित् लकारः सन्ति. तेषां विषये कार्याणि भिन्नानि सन्ति, अत्र भिन्नकार्याणि सन्ति. अतः तत्र ये नियमाः सन्ति तत्र अग्रे पश्यामः इति अत्र अस्ति. भगिनि अग्रे पठामि वा? यथा टित् लकाराः नाम टकारः इत् येषां ते लट् लिट् लुट् लुट् लोट्, तथैव नित् लकारः नाम ण्यकारः इत् येषां ते लङ् लिङ् लुङ् लुङ् इति दशलकाराः सन्ति. अतः दलद्वयं भवितुमर्हति, टित् लकारः अपि च नित् लकारः. तेषां कार्यं भिन्नभिन्न रूपे भिन्नभिन्नकार्याणि सन्ति. अतः अग्रे ये नियमाः सन्ति वयं पश्यामः. अग्रे पठामि वा भगिनि? समीचीनम्. इत्युक्ते तत्र किमिति चेत् तत्र टित् लकारः अपि च नित् लकारः, अनयोः भेदः किमर्थं, तत्र भेदस्य आवश्यकता किमर्थम्? टित् इति नित् लकारः नित्वत् भवति, अथवा तस्मात् कारणात् ये नित् कार्याणि भवितुम् अर्हति तत्र नित् लकारेषु भवितुम् अर्हति. परन्तु तत्र टित् लकारेषु ते एतादृशकार्याणि न भवितुम् अर्हति इति मम चिन्तनम्. तदेव इदानीं पठामः. टित् लकारमाश्रित्य कार्यमस्ति वा इति इदानीं पठामः. नित् लकारस्य कार्याणि कानि इति अस्माभिः चर्चितं खलु, कानि तानि? एकं तु गुणनिषेधः, वृद्धिनिषेधः. अत्र तु लकारस्य स्तरे, लकारस्तरे लोटो क्षम्यतां, लोटो लङ्वत् इति सूत्रेण लोट् लकारः अपि लङ्वत् भवितुम् अर्हति. अपि च नित् लकारेषु लोट् लकारः लङ्वत् भवति, समीचीनं, निद्वत् भवति. परन्तु निद्वत् इति वदामः चेत् तस्य प्रयोजनं किम्? तत्र तु बहवः कार्याणि सन्ति न भगिनि, तत्र यदि कानि विशेषकार्याणि अस्माभिः चर्चितम् एतावता? गुणनिषेधः, वृत्तिनिषेध, तत्र इतश्च नित्यम् इतः सूत्राणि, क्षम्यतां, त्रीणि सूत्राणि सन्ति. इतश्च एकं तु तस्थस्थमिपां तान्तं तामः, अपि च अन्यत् नित्यं इतः नित्यम् इतः, समीचीनः, नित्यम् इतः. एकं तु त्रीणि एव सन्ति वा, अन्यः अपि अस्ति वा? इति प्राधान्येन एतानि, इतश्च तस्थसमीपां तान्तन्तामः, नित्यम् इतः, समीचीनम्. प्रमुखतया नित्सु लकारेषु एतानि कार्यं कुर्वन्ति. अतः नित् लकार इत्युक्ते अत्र किम् अस्ति चेत् लकारस्तरः भिन्नः, प्रत्ययस्तरः भिन्नः. तत्र साङ्कर्यं न करणीयम् इत्युक्ते प्रत्ययस्तरे किं भवति इति चेत् यथा भवती उक्तवती, नित् अस्ति चेत् गुणनिषेधः भवति, सम्प्रसारणं भवति, सर्वं तद्भवति नित् प्रत्ययः नित् अस्ति इति कृत्वा. लकाराः अपि प्रत्ययाः एव, लकाराः अपि प्रत्ययाः एव, प्रत्ययः नास्ति इति नास्ति, लकाराः अपि प्रत्ययाः एव. परन्तु तत्र भेदः अस्ति इत्युक्ते लकारः आदौ अस्ति, प्रथमं लकारस्य विधानं भवति खलु, प्रथमं लकारस्य विधानं भवति, तदनन्तरं तस्य स्थाने तिङ् प्रत्ययः आयन्ति खलु. तर्हि तिङ् प्रत्ययस्य स्तरे तत्र प्रत्ययः नित् अस्ति चेत् गुणनिषेधः, सम्प्रसारणम्, उपदायं नकारस्य लोपः इति बहूनि कार्याणि सन्ति तत्र. नित् प्रत्ययः नित् अथवा कित् अस्ति चेत्, परन्तु लकारस्तरे इत्युक्ते तस्मात् पूर्वम् एक अपर् स्टेप् तस्मिन् स्तरे लकारः टित् अस्ति वा नित् अस्ति वा इत्यस्य प्रयोजनं किम् इति चेत् लकारः टित् अस्ति चेत् यदा इदानीं पश्यामः टित आत्मनेपदानां टेरे इति एकं सूत्रमस्ति तत् सूत्रं टित्सु लकारेषु एव कार्यं करोति टितः इति उक्तं खलु तत्र एवमेव नित् अस्ति चेत् तत्र एतानि त्रीणि सूत्राणि नित्यं नितः तस्य समीपान्तान्तन्तामः इतश्च अपि च तत्र अन्यदपि अस्ति सुजभ्यस्य विधिभ्यश्च इति अपि तत्र निच्छुलकारेषु एव कार्यं करोति अस्तु अस्तु तर्हि इदानीम् अत्र विजयलक्ष्मी भगिनी भवती वदतु अत्र मूलप्रत्ययाः सन्ति खलु त अथां झ तास् अथां ध्वम् इड्वही महिम् इड्वही महिम् इत्यत्र यदि वयं जानीमः रूपं किम् अस्ति अन्तिमरूपं किम् अस्ति इति वयं जानीमः यतोहि वयं जानीमः क्रियापदं किम् अस्ति इति तर्हि तानि अन्तिमरूपाणि यानि सन्ति तानि स्वीकृत्य अत्र वदतु अत्र किम् अपेक्षितं तत्र सिद्धप्रत्ययं प्राप्तुं किम् अपेक्षितं किं करणीयम् अत्र सूत्रं कथं भवेत् थास् अथां ध्वम् इड् वहिं महिम् अत्र त इत्यस्य स्थाने ते इति भवितव्यम् वन्दे ते इति भवितव्यं समीचीनं ते इति भवितव्यं ते इति भवेत् तर्हि अत्र ते इति कथं तत्र कथं कर्तुं शक्नुमः कथमपि अकारस्य एकारः करणीयम् अकारस्य एकारः समीचीनम् अग्रिमं वन्देते इति अग्रिमरूपम् अग्रिमं रूपं तत्र आताम् इति अस्ति आताम् इत्यस्य वन्देति इत्यत्र प्रत्ययः कः कथं भवितुमर्हति अङ्गं किं भवति इते इति भवति इते इति भवति खलु तर्हि इदानीम् आतां स्थाने इते इति आवश्यकम् खलु इति आवश्यकम् आम् तद् इते इति कथं प्राप्तुं शक्नुमः सम्पूर्णस्य स्थाने सम्पूर्ण आदेशः इति वा भगिनी इति एकं भवितुमर्हति इति एकं भवितुमर्हति आतां स्थाने इते इति एकं भवितुम् अर्हति परन्तु अत्र लाघवं किं कुत्र लाघवम् अस्ति इति चेत् पूर्वस्मिन् सूत्रे अस्थाने ए भवति इति उक्तं खलु तादृशमेव सूत्रं सर्वत्र अन्यत्रापि कार्यं करोति चेत् तत्र एकेन सूत्रेण एव वयं बहुत्र कार्यं प्राप्तुं शक्नुमः खलु अतः अत्र आतां स्थाने इते इति भवति इति सरल उपायः परन्तु लघुभूत उपायः अस्ति वा इति द्रष्टव्यं शास्त्रेषु सर्वत्र यः उपायः उक्तः सः लघुभूतः अस्ति वा इति बहु प्राधान्यम् अस्ति द इकनामिकल् मीन्स् आफ् अचीविङ्ग् संथिङ्ग् तर्हि इदानीम् अत्र आतां स्थाने इति इते इत्यस्य स्थापनस्य अपेक्षया अन्यत् किमपि कर्तुं शक्नुमः वा आकारस्य स्थाने ई कृत्वा भवति वा हा समीचीनम् इत्युक्ते पूर्वं यत् पूर्वं त इत्यत्र अकारस्य स्थाने एकारः कृतः तेन सूत्रेण एव अत्र आताम् इत्यत्र ताम् इत्यस्य स्थाने ते इति कुर्मः चेत् तर्हि आम् इत्यस्य स्थाने ए इति कुर्मः चेत् कार्यं सिद्धं खलु अपि च आ इत्यस्य स्थाने इ इति भवति चेत् इते इति भवति खलु तर्हि तत्र पूर्वं यत् सूत्रमस्ति तत्र अस्थाने ए इति उक्तम् अत्र आं स्थाने ए इति उक्तम् इत्युक्ते तादृशसूत्रं करणीयं येन यत्र कुत्रापि आवश्यकम् अ इत्यस्य स्थाने ए भवितुमर्हति नो चेत् आम् इत्यस्य स्थाने ए तर्हि तत्र ते इति भवति अनन्तरम् आ इत्यस्य स्थाने इ इति आदेशः अस्तु परन्तु इदानीं मकारः अस्ति न विभक्तौ तुस्माः इति न आयाति वा न विभक्तौ तुस्माः इत्यनेन मकारस्य इत्संज्ञा नास्ति नास्ति अतः तकारस्यापि ए भवति ताम् इत्यस्यापि त इत्यस्यापि ए भवति, ताम् इत्यस्यापि ए भवति, आकारस्य इ भवति. आहत्यसूत्रद्वयं कृतम्. आहत्यसूत्रद्वयम्, एकमस्ति टितात्मनेपदानां टेरे इति पाणिनिना कृतं सूत्रमस्ति, टितात्मनेपदानां टेरे इति कृतमस्ति. तत्र बहु सुन्दररीत्या कृतं. कथं कृतम् इति चेत्, सर्वत्र टी संज्ञा, सर्वत्र यः टी संज्ञा अस्ति तादृश टी संज्ञकस्य एकारादेशः इति उक्तम्. अत्र त इत्यत्र टी संज्ञा, टी संज्ञा इत्युक्ते भवती जानाति वा? टी संज्ञा इति अस्ति, अन्तस्य अच् वर्णस्य ग्रहणं भवति, तस्य अनन्तरं यत्किमपि अस्ति तस्यापि ग्रहणं भवति. अन्तिम अच् वर्णस्य अनन्तरं यत्किमपि वर्णः, यः वर्णः भवति तस्यापि ग्रहणं भवति, अन्तिम अचः ग्रहणमपि भवति. तर्हि त इति, त इति प्रत्यये तत्र टी संज्ञा, टी संज्ञा का? अ इति टी संज्ञा. समीचीनम्. अ इति टी संज्ञा. टी संज्ञा इत्युक्ते टी इति संज्ञा अस्ति अत्र व्याकरणे. टी संज्ञा इत्युक्ते अन्तिम अच्वर्णः यः अस्ति, यस्य विषये वयं पश्यामः, तत्र अन्तिम अच्वर्णः यः अस्ति, अच्वर्णस्य अनन्तरं यत्किमपि अस्ति, यः कोऽपि वर्णः अस्ति, तत् सम्पूर्णसमुदायस्य टी इति संज्ञा भवति. तर्हि त इति प्रत्ययः अस्ति चेत् अन्तिम अच्वर्ण, अत्र एकः एव अच्वर्णः अस्ति, एकः एव अच्वर्णः अस्ति, सः एव प्रथमः अपि अस्ति अन्तिमः अपि अस्ति, सः एव प्रथमः अपि अस्ति अन्तिमः अपि अस्ति, तर्हि तस्य एव ग्रहणं. तर्हि त इत्यत्र यः अकारः अस्ति तस्य टी संज्ञा भवति. तर्हि तत्र पाणिना किं कृतम् इति चेत्, टी संज्ञकस्य स्थाने एकारादेशः इति उक्तम्. तर्हि त इत्यत्र यः अकारः टी संज्ञकः अस्ति तस्य स्थाने एकारादेशः, एकारादेशं कृत्वा ते इति स्थापितं सिद्धप्रत्ययः. इदानीम् आताम् इत्यत्र सिद्ध, तत्र टी संज्ञा का? आताम् इत्यत्र सकारस्य उत्तरवर्ति आकारस्य मकारस्य टी संज्ञा भवति. तर्हि टी संज्ञकसमुदायः कः? आम् इति. आम् इति टीसंज्ञकसमुदायः. तर्हि इदानीं किं कृतं, टितात्मनेपदानां टेरे इत्यनेन आम् इत्यस्य स्थाने एकारादेशः. तर्हि किं भवति तत्र? आते इति भवति. आते इति भवति, आते इति भवति. तदनन्तरं किं कृतम् इति चेत्, यत्र आकारः अस्ति, आकारः अस्ति तस्य स्थाने इकारादेशः, इय इति आदेशः भवति, इय इति आदेशः भवति आकारस्य स्थाने, यत्र अदन्तम् अङ्गमस्ति, अदन्तम् अङ्गम् अस्ति चेत् आकारस्य स्थाने इय इति आदेशः भवति इति उक्तम्. तर्हि अत्र आकारस्य स्थाने इय इति आदेशः, इ अनन्तरं यकारः, तर्हि इ योगः इय योगः ते, इय योगः ते इति अस्ति चेत् तदानीं रूपव्यञ्जने, तर्हि यकारस्य का गतिः? लोपोव्योर्वली. लोपोव्योर्वली इति सूत्रेण ते इति प्रत्ययः वल् प्रत्याहारस्य वर्णः अस्ति इति कृत्वा यकारस्य लोपः भवति, इते इति भवति. अस्तु, इदानीं झ इति प्रत्ययस्य विषये वदतु. झोन्तः वा? अत्र अत्र सिद्ध अन्तिमप्रत्ययः कः? वन्दते, वन्देते, वन्दन्ते इति अस्ति. अत्रापि अन्तिम टि सम्यकस्य ए भवति. किम् अपेक्षितं, सिद्धप्रत्ययः कः? अन्ते इति भवति. अन्ते इति भवति, सिद्धप्रत्ययः अन्ते इति भवति. तर्हि तत् प्राप्तुं किं कुर्मः? झो अन्त इति अस्ति, सो झकारस्य अन्त इति आयाति, झकारस्य उत्तरवर्ति अकारस्य टी सम्यक् अस्ति इति कृत्वा तद् ए भवति, अन्ते इति सिद्ध प्रत्ययः प्राप्तुं शक्नुमः. नूतन बहु समीचीनम्. तर्हि तत्र ज्योन्तः इति सूत्रं पूर्वमेव पठितं, तर्हि नूतनसूत्रं किमपि नास्ति खलु? हा, तर्हि आहत्य सूत्रद्वयमेव कृतम् एतावता. तदनन्तरं तास् इत्यत्र वन्दते वन्दते वन्दन्ते वन्दसे इति अस्ति, वन्दसे अत्र न विभक्तौ तु स्मः इत्यस्यापि न, अत्र आस् इति अस्ति, आस् इति टि संज्ञा प्राप्नोति, तस्य एकारः भवति, थे इति भवति, अनन्तरं थकारस्य स कथं भवति? तर्हि तदर्थम् एकं सूत्रम् आवश्यकं खलु, यथा भवती उक्तवती तत्र टितात्मनेपदानां टेरे इत्यनेन आस् इति टि भागस्य स्थाने एकारः क्रियते चेत् थे इति भवति. थे इत्यत्र तकारस्य कथञ्चित् सकारः आनेतव्यः सूत्रेण, नूतनसूत्रेण खलु. तथा कर्तुं शक्यते, परन्तु पाणिनिना किं कृतमिति चेत् तथा न कृतं. पाणिनिना किं कृतमिति चेत् तत्र सम्पूर्ण थास् इत्यस्य स्थाने से इति आदेशः इति उक्तम्. सम्पूर्ण थास् इत्यस्य स्थाने अत्र टि सम्यक् कस्य कार्यं नास्ति वा? हा नास्ति, तथा न कृतं. सम्पूर्ण तासः, तासः से इति उक्तं, तासः से इति उक्तम्. तथा किमर्थं अकारः आवश्यकं खलु? असे इति भवति चेदेव वन्दसे इति भवति. असे नास्ति, वन्द, वन्द इति अङ्गम्. ओ आम् आम्, अकारः तु विकरणप्रत्ययः. से इति तत्र प्रत्ययः, सिद्धप्रत्ययः. तर्हि ते इति कृत्वा तितात्मनेपदानां तेरे इति कृत्वा तदनन्तरं तकारस्य स्थाने सकारः इति कर्तुं शक्यते, परन्तु तथा न कृतं. तासः से इति एकम् एकेन सूत्रेण थास् इत्यस्य स्थाने से इति आदेशः इति कृतः. तर्हि तत्र इतोपि अग्रे चिन्तयामः किमर्थं तितात्म आत्मनेपदानां टेरे इति कृत्वा थ स्थाने तत्र स इति वक्तुं शक्यते खलु इति चेत् तथा किमर्थं न कृतम् इति चिन्तयामः. तत्र यद्यपि तत्र एकमेव सूत्रम् आवश्यकं खलु, अत्र एकमेव सूत्रम् आवश्यकम्, एकमेव सूत्रं पाणिनिना कृतम्, तर्हि तत् कथं प्राप्तुं शक्नुमः इति तत्र भिन्नरीत्या कृतं, तत् किमर्थम् इति चिन्तयामः. अनन्तरम् आथाम् इत्यत्र किं भवति? आथां पुनः आम् इति टि संज्ञा अस्ति, वन्दसे वन्देथे. आतां यथा आसीत् आथां तथा एव भवति, अत्र ठे इति प्राप्नुमः, टि सम्यक् सिद्धप्रत्ययः कः इति वदतु एकवारं. वन्देसे इति भवति, वन्देसे वन्देथे, वन्दसे वन्देथे, वन्देथे. अत्र थकारस्य ए इति भवति, आम् इत्यस्य ए. सिद्धप्रत्ययः कः इति वदतु एकवारम्. इथे वन्देथे, हा इथे, इथे इति प्रत्ययः, इथे इति भवति, इथे इति. अत्र आम् इत्यस्य टि सम्यक् कृत्वा थे इति रूपं निष्पद्यते, अनन्तरम् आकारस्य स्थाने ईकारः, इय पुनः इय इति भवति, इय अनन्तरं लोपो व्योर्वलि इत्यनेन यकारस्य लोपः कृत्वा इत्ते इथे इति रूपति, इथे इति रूपं भवति. समीचीनं, तर्हि तत्र अत्र नूतनसूत्रस्य आवश्यकता नास्ति, आहत्य त्रीणि सूत्राणि एव अत्र कृतानि खलु. आम् त्रीणि एव सूत्र सूत्रद्वा न त्रीणि सूत्राणि खलु, टितात्मनेपदानां टेरे इत्यस्य नूतनसूत्रमेव खलु. हा हा सत्यं, तर्हि त्रीणि सूत्राणि कृतानि. हा अस्तु, द्वम् इत्यत्र किं भवति? किमपि नास्ति तत्र, केवलं योजनेन एव प्राप्नुमः खलु, प्राप्नुमः. वन्दध्वं, वन्दध्वे, वन्दते वन्दन्ते वन्दसे वन्देथे वन्दध्वे ओ आम् आम् तत्रापि टि सम्यकस्य ए इति भवति तावदेव द्वे इति भवति नूतनसूत्रस्य नूतनस्य सूत्रस्य आवश्यकता नास्ति अत्रापि समीचीनं तर्हि इड् वहि महि इड् वन्दे इति भवति तत्र डकारस्य स्थाने सिद्धप्रत्ययः कः सिद्धप्रत्ययः कः इ इति एव वन्दे इति आवश्यकं वन्दे अस्ति अयोग प्लस् इ ए प्राप्नुमः अतः इ इत्येव आवश्यकम् इ इति आवश्यकं परन्तु चिन्तयतु तद् तितात्मनेपदानां टेरे इति सूत्रमस्ति खलु तद् आगच्छति कार्यं कर्तुं तद् निराकर्तुं न शक्यते इड् इत्यस्य टि सम्यक् इड् इत्यस्य स्थाने ए इति आयाति इति वा ए इति आयाति आगच्छति तर्हि इदानीं किं भवति वन्दयोगः ए इति स्थितौ किं भवति वन्दयोगः ए इति भवति चेत् वन्दै अयोगः ए तत्र वन्दै इति स्यात् खलु इति चेत् तत्र एक एकम् अपवादसूत्रमस्ति अथ वस्तुतः भवति अनन्तरम् ए अस्माभिः पूर्वम् एकं सूत्रं पठितम् अतो गुणे अतो गुणे अतो गुणे इति सूत्रं पठितं खलु अतो गुणे इति सूत्रेण तत्र किं भवति अतः ए गुणः भूत्वा ए इति एव भवति वृद्धि न भवति इति गुणसंज्ञकवर्णस्य पररूपादेशः खलु अपदान्तात् अवर्णात् अपदान्तात् ह्रस्वकारात् गुणसंज्ञकः वर्णः अस्ति चेत् तत्र पूर्वपरयोः गुणसंज्ञकवर्णादेशः तर्हि अत्र अयोगः ए वन्दयोगः ए इति सिद्धप्रत्ययः अस्ति चेत् अतो गुणे इत्यनेन वन्द इत्यत्र ह्रस्व अकारः अस्ति अनन्तरं ए इति प्रत्ययः ए इति गुणसंज्ञकः अस्ति के के वर्णाः गुणसंज्ञकाः अदेन् गुणः ह्रस्वकारः एकारः ओकारः तर्हि अत्र एकारः गुणसंज्ञकः अतः पूर्वपरयोः गुणसंज्ञकः आदेशः अतः रूपं कृत्वा गुणः ए इति एव भवति इदानीं वही महीं वदतु भगिनी क्षम्यतां गोमति भगिनी वन्दन्ते तत्रापि अतो गुणे आगच्छति न कुत्र वन्दन्ते वन्दन्ते अतो गुणे आगच्छति चेदेव वन्दन्ते भवति न तु वन्दान्ते भवति न वन्दयोगः ते वन्दयोगः ते न वन्दयोगः वन्दन्ते तत्र अन्ते कुत्र अस्ति अन्ते तत्रापि तत्रापि वन्दयोगः अन्ते तत्रापि अस्ति तत्रापि अस्ति तत्रापि अस्ति तत्रापि अस्ति परन्तु अत्र तत्र तु तत्र योजनेन तत्र करणीयम् इति अस्ति परन्तु अत्र स्पष्टतया दृश्यते इति कृत्वा मया उक्तं तत्रापि समीचीनं वन्दयोगः अन्ते इत्यत्रापि वन्दान्ते इति नास्ति वन्दन्ते तत्रापि अतो गुणे इत्यस्य कार्यमस्ति समीचीनं सत्यं तत्रापि वन्दन्ते सम्यक् तत्रापि अस्ति अत्रापि अस्ति अत्र तत्र सवर्णदीर्घसन्धिं बाधित्वा भवति अत्र तु वृद्धिं बाधित्वा भवति समीचीनं समीचीनम् अग्रे वदतु इदानीं महीमहि वही तत्र किम् आवश्यकं वन्दे वन्दावहे वन्दामहे वहे इति आवश्यकम् हि इत्यस्य स्थाने हे आवश्यकं वन्दा वन्द बिकम्स् आ वन्द इत्यस्य स्थाने वन्दा इति भवति वन्दे वन्दावहे वन्दा इति कथं भवति इति अग्रे पश्यामः वन्द इति कथं वन्दा इति भवति इति अग्रे पश्यामः तत्र तदर्थं सूत्रमस्ति तत् पश्यामः अत्र अन्तिम इकारस्य एकारः भवति वहे इति भवति. अनन्तरं सिद्धप्रत्ययः आवश्यकं तावदेव. वहे इति तत्र टीभागस्य एकारादेशः वहे इति भवति. महीङ् इत्यत्र महीङ् इत्यत्र नकारः इत्सम्यकः. तद् तस्य लोपः भवति. नकारः केवलं तिङ् इति साधनार्थं वा भगिनी? सिद्धरूपं किमस्ति? सिद्धरूपं तु महे इति एव. वहे महे महे इति प्राप्तुं किं कुर्मः तत्र? ई इत्यस्य एकारः भवति समानं वहि समानं तावदेव. तावदेव. तर्हि आहत्य त्रीणि सूत्राणि खलु अत्र आत्मनेपदे लट्लकारस्य सिद्धप्रत्ययाः ये सन्ति तेषां रूपसिद्ध्यर्थं त्रीणि सूत्राणि आवश्यकानि. एकस्ति टित आत्मनेपदानां टेरे, तदनन्तरम् आतोनितः अनन्तरं थासः से इति त्रीणि सूत्राणि. ज्योन्तः इति पूर्वमेव दृष्टं, तस्य गणना न भवति वा? हा, ज्योन्तः इति पूर्वमेव दृष्टम् इति कृत्वा मया पुनः न उक्तम् अत्र. अत्र केवलं विशिष्टतया आत्मनेपदीप्रत्ययानां प्राप्तुं त्रीणि सूत्राणि, नूतनसूत्राणि कृतानि. पूर्वमेव ज्योन्तः अतो गुणे इति वस्तुतः केवलम् अत्र आत्मनेपदी लट्लकारस्य रूपं प्राप्तुं नास्ति. अतो गुणे इत्यस्य कार्यं बहुत्र भवति. विशिष्टं नास्ति प्रत्ययं प्राप्तुं, विशिष्टसूत्रं नास्ति. विशिष्टसूत्रम् अत्र त्रीणि सूत्राणि एव. अस्तु, किमर्थम् एतादृशं वयं चिन्तयामः? पूर्वम् अकारः कार्यम् अतो दीर्घो, अतो दीर्घो यञ् इति एकं सूत्रमस्ति. अतो दीर्घो यञ् इति ययादिप्रत्ययः परः अस्ति चेत् अदन्ताङ्गस्य दीर्घादेशः भवति. तत्र वहि महि वहे महे इत्यत्र मकारः यञ् यञ् प्रत्याहारे अस्ति, मकारः अपि यञ् प्रत्याहारे अस्ति इति कृत्वा दीर्घत्वं भवति. तस्य विषये अस्मिन् करपत्रे न उक्तम्. किमर्थमिति चेत् तत्र अङ्गप्रत्ययोः मेलनस्य चिन्तनम् अग्रे भविष्यति, अस्मिन् करपत्रे नास्ति. केवलम् आत्मनेपदस्य कृते इति नास्ति, तत् जनरल् विशिष्टं नास्ति. अस्तु भगिनी, इद् स्थाने ये भवति तत्र इद् इति इत्संज्ञा भवति लोपः. अत्र कृत आत्मनेपदटेरे न भवति वा? ई स्थाने ए भवति एव खलु, इदानीम् उक्तं खलु, भवति खलु, ततः एव तत्र अतो गुणे इत्यस्य कार्यं भवति इति उक्तं खलु. ई स्थाने ए इत्युक्ते प्रथमतया भगिनी उक्तवती वन्दयोगः इ इत्यत्र आद्गुणः इति सूत्रेण वन्दे इति भवितुम् अर्हति खलु इति उक्तं. परन्तु तत्र तितात्मनेपदानां टेरे इति सूत्रम् अस्ति, अतः तद् आगच्छति एव कार्यं कर्तुम्. अतः इ ए इति भवति. ए भवति चेत् तत्र वन्दयोगः ए इति स्थितौ तत्र वृद्धिरेचि इति कार्यं कर्तुम् आगच्छति खलु. तर्हि वन्दै इति भवति वा इति चेत् तस्य अपवादः अस्ति अतो गुणे. अतो गुणे इति अपवादसूत्रमस्ति, तेन तत्र पररूपादेशः गुणसंज्ञकः एकादेशः भवति इति कृत्वा वन्दे इति रूपं भवति. तत्र वन्दयोगः ए इत्यत्र अयोगः ए अनयोः स्थाने एकारादेशः भूत्वा वन्दे. धन्यवादः भगिनी. अस्तु, केवलं मध्यमपुरुषस्य एकवचनस्य तत्र किञ्चित् उच्चैः वदतु भगिनि, किमपि न श्रूयते. अत्र मध्यमपुरुषस्य एकवचनं तत्र त्यक्त्वा अन्य अष्टमस्थलेषु टेः इत्यस्य सूत्रस्य प्रवक्त आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्तिः अस्ति. प्रसक्तिः तु सर्वत्र अस्ति. प्रसक्तिः तु अष्ट भवति अपि. हा, प्राप्तिः, प्राप्तिः तत्र केवलं सप्तस्थलेषु एव. सप्त वा अष्ट वा? अष्टस्थलेषु नवप्रत्ययः खलु अष्टस्थलेषु अष्टसु अष्टसु स्थलेषु अष्टसु स्थलेषु भगिनी अत्र न विभक्तौ तुस्माः अपवादः वा कस्य अपवादः टिप् आत्मनेपदानां टेरे इति अत्र बहव आताम् इत्यस्य मकारः अस्ति थास् इत्यस्य सकारः अस्ति आथां ध्वम् न विभक्तौ तु स्मः इति कस्य अपवादः अस्ति न विभक्तौ तु स्मः इति सूत्रस्य टित् आत्मनेपदानां तेरे इति अपवादसूत्रं वा इति न विभक्तौ तु स्मः इत्यस्य कार्यं किम् अस्ति इति वदतु तत्र अन्तिमसकारः मकारः अनन्तरं तवर्गस्य वर्णाः भवन्ति चेत् तेषाम् इत्संज्ञा न भवति इत्संज्ञा न भवति इत्येव उक्तं खलु तर्हि इत्संज्ञा न भवति इत्येव उक्तं तर्हि किमर्थं न विभक्तौ तु स्मः इति पितात्मनेपदानां तेरे इत्यस्य अपवादः इत्संज्ञा न भवति इत्संज्ञा भवति चेत् लोपः भवति इत्संज्ञा न भवति तावदेव तत्र अर्थः कथं न विभक्तौ तु स्मः इति टितात्मनि पदानां तेरे इत्यस्य अपवादः इति वदति न तस्य सूत्रस्य कार्यम् अत्र न भवति नूतनसूत्रस्य कार्यं भूत्वा न विभक्तौ न विभक्तौ तु स्मः इति सूत्रस्य कार्यं न भवति इति वदति वा तत्तु अत्र न आगच्छति एव तस्य पूर्वम् आगच्छति एव आगच्छति एव तस्य कार्यं भवति एव यदि अत्र अस्माकम् आदिमसोपानमस्ति इत्संज्ञकवर्णानां लोपः यदि न विभक्तौ तु स्मः इति सूत्रमेव नास्ति इति चिन्तयतु तदानीं किं भवति न अत्र आताम् इति प्रत्ययः अस्ति आता इति भवति खलु आता इति भवति आम् इदानीम् आता इति न जातं किमर्थं न जातम् आम् इत्यस्य टि संज्ञा न आताम् इत्यस्य आता इति न जातं मकारस्य इत्संज्ञा न जाता किमर्थम् इति चेत् न विभक्तौ तु स्मः इति सूत्रेण एव न विभक्तौ तु स्मः इति सूत्रेण निषेधः अस्ति मकारस्य इत्संज्ञा न भवति यत्र विभक्तिसंज्ञकप्रत्ययः अस्ति तत्र मकारस्य इत्संज्ञा न भवति इति कृत्वा आताम् इति एव तिष्ठति इदानीम् आताम् इत्यस्य स्थाने अटितात्मने पदानां टेरे इत्यनेन एकार आदेशः इति आदेशः अस्ति प्रत्ययस्य स्थाने आदेशः अस्ति कार्यं भिन्नम् अस्ति उभयत्र कार्यं भिन्नम् अतः न विभक्तौ तु स्मः इति सूत्रं तत्र हलन्त्यम् इति सूत्रस्य अपवादसूत्रम् अथवा निषेधकसूत्रमस्ति अपवादः इति नास्ति निषेधकसूत्रमस्ति परन्तु पितात्मनेपदानां टेरे इत्यनेन सह कोऽपि सम्बन्धः नास्ति नो कनेक्षन् सम्बन्धः एव नास्ति अस्तु इदानीम् अरविन्द् महोदय अग्रे पठति वा भगिनी एकः प्रश्नः तत्र इड् इत्यस्मिन् ञकारः इड् अस्ति न तत्र इड् बहि महि डकारस्य इत्संज्ञा कथं भवति हलन्त्यमिति सूत्रेण भवति परन्तु तत्र इ इति अवशिष्यते तदनन्तरम् आद्गुणः किमर्थं कार्यं न करोति अतो गुणे इति किमर्थं कार्यं करोति आद्गुणः किमर्थं न कार्यं करोति इति चेत् आद्गुणः इति अपि आगच्छति परन्तु आद्गुणः इति सूत्रात् प्राक् अत्र प्रत्यय आदेशाः सन्ति खलु प्रत्यादेशः अस्तु अत्र टितात्मने पदानां टेरे इति एकं सूत्रं कृतं पाणिनिना यत् अस्माभिः चर्चितं तदपि आगच्छति खलु अत्र हा इ इत्यस्य टिसंज्ञा भवति तदनन्तरं ए भवति खलु न टि इत्यस्य टिसंज्ञा भवति तदनन्तरम् आद्गुणः किमर्थं टि आत्मनेपदे टेर् टित्त आत्मनेपदानां टेरे इति सूत्रेण इ इत्यस्य टिसंज्ञा भवति चेत् तदानीं तस्य स्थाने एकारादेशः भवति ओ अस्तु अस्तु यतोहि विशिष्टमस्ति सूत्रम् तत्र विशेषमस्ति, तत्र आद्गुणः इति सर्वं तत्र सामान्यसूत्रमस्ति वर्णनिमित्तिककार्याणि, अत्र विशिष्टप्रत्यादेशः इति कृत्वा तत्र एकारादेशः भवति एव. तत्र तु अतो गुणे कार्यं न करोति न, तत्र तु स्थाने ए भवति. इदानीं किं भवति, वन्दयोगः ए. ओ अत्र ओ अस्तु, वन्दयोगे अतो गुणे पररूपम् आदेशः भवति द्वयोः स्थाने. अस्तु अस्तु, समीचीनं. नो चेत् वृद्धिरेचिः भवति खलु, वृद्धिरेचिः भवति, सर्वे वन्दै भवति. अस्तु अस्तु अस्तु, तर्हि इदानीम् अरविन्द महोदय अग्रे पठतु. अत्र सिद्धान्तः आत्मनेपदविषये टित् लकारेषु णित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति, तानि कानि इति अग्रे पश्यामः. आत्मनेपदे लट् लकारस्य तिङ् प्रत्यय विधि सिद्धिः नियमाः. टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारः. टी इति एका संज्ञा अस्ति, तस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टी संज्ञा भवति. यदा राम इति शब्दः अत्र मकार उत्तर अकारस्य टी संज्ञा, तथैव हरि इति शब्दे इकारस्य टी संज्ञा, मनस् इत्यस्मिन् अस् इत्यस्य टी संज्ञा, यथा त इति प्रत्ययः अत्र टी भागः आ अस्ति तस्य स्थाने एकारः इति कृत्वा ते इति भवति. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् उभयत्र इदं कार्यं विधीयते. अग्रिम पठतु भगिनि. अदन्तात् अङ्गात् तावत् वदतु महोदय, तावत् वदतु, किञ्चित् अत्र चिन्तनं कुर्मः. टी टित् लकाराणां स्थाने विहितानाम् आत्मनेपदानां टी संज्ञस्य किं भवति इति दृष्टान्तरूपेण दत्तमस्ति. टी संज्ञा भवति कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य अनन्तरं हल् वर्णानाम् अपि मिलित्वा टी संज्ञा भवति. राम इति शब्दे मकार अनन्तरम् अकार अस्ति, तस्य टी संज्ञा अस्ति. हरि इति शब्दस्य अन्तिम इकारस्य टी संज्ञा अस्ति. मनस् इति शब्दस्य अन्तिम अकार अच्वर्णम् अस्ति अकार, तदनन्तरं सकारस्य हल् वर्णस्य मिलित्वा अस् इति टी संज्ञा भवति. यथावत् तथा तत् इति प्रत्ययस्य अन्तिम अकारस्य टी संज्ञा भूत्वा तस्य स्थाने ए आदेश भवति इति कृत्वा ते इति अन्तिमरूपं सिद्ध्यति इति. अतन्तम् अनदन्तम् उभयोः स्तरयोः एकमेव कार्यं विधीयते. समीचीनं समीचीनं, सम्यक्. तर्हि इदानीम् अत्र उमा भगिनी वदतु, इदानीं कृष्ण इति अस्ति चेत् तत्र टी संज्ञा, टी संज्ञा का कृष्ण अकार अकारमेव, कृष्ण नकारस्य उत्तरम् अकारः अस्ति, आ अकारः टीसंज्ञा. समीचीनं समीचीनं. शोभा भगिनी वदतु, रामायणम् इत्यत्र टीसंज्ञा का? रामायणं तत्र नकारस्य यत् अनन्तरम् अकारः अस्ति तत् टीसंज्ञा, तदारभ्य मकारपर्यन्तम् अम् इति अस्ति भगिनि. समीचीनं समीचीनं समीचीनम्. इदानीं तत्र का वदति? अस्तु, विनय महोदय वदतु, अत्र सीमन् इति शब्दस्य टीसंज्ञकवर्णः कः? अस्ति वा विनय महोदय? अस्तु, गोमती भगिनी वदतु. सेवन् अन् टी संज्ञा, टि टि संज्ञा, अन् अन् इति टि संज्ञा. समीचीनम्. इदानीं भवती एव अग्रे किञ्चित् करपत्रस्य अग्रे अस्ति अचोन्त्यादिति इति सूत्रं पठतु. एकनिमिषम्. अचोन्त्यादि टि अचा मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात्. अचा मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात्. अन्ते भवः अन्त्यः आदिर्यस्य सः अन्त्यादि बहुव्रीहिः. अचः षष्ट्यन्तम् अन्त्यादिः प्रथमान्तं टि प्रथमान्तं त्रिपदमिदं सूत्रम्. अतः अत्र अचः एकवचने यतोहि अनेन अच् जाति इति इष्टम्. आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकम्. जायाख्यामेकस्मिन् बहुवचनम् अन्यतरस्यां जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां. सूत्रं स्वयं सम्पूर्णम्. अचः अन्त्यादि टि अचोन्त्यादि टि सूत्रं पदच्छेदः अचः अन्त्यादि टि त्रिपदमिदं सूत्रम्. अचः षष्टि विभक्ति अन्त्यादि प्रथमान्तं टि प्रथमान्तम् अस्तु. अत्र षष्टि अस्ति अचु जाति. अचः एकवचने यतोहि अनेन अच् जाति इति इष्टम्. अचः इत्युक्ते सर्वं स्वरवर्णानां ग्रहणम्. अचः जाति एकवचने इत्युक्ते अचः जाति भवति तद् न जानामि, परन्तु अत्र दत्तम् अचः एकवचने यतोहि अनेन अच् जाति इति इष्टम्. स्वराणां विषये उक्तम् अत्र बहुवचनं निर्धारणसप्तमी बहुषु एकम् निर्धारणसप्तमी न जानामि भगिनि. वदामि, वदतु. अचः अन्त्यादि टि तत्र अहम् आशयं जानामि. शब्दः अस्ति, तस्य अन्ते स्वरः अस्ति, अच् वर्णः अस्ति, तद् टि संज्ञा भवति. अचः यत् अच् वर्णः अन्ते अस्ति तस्य अनन्तरं हल् वर्णः अस्ति चेत् तस्य अपि ग्रहणं कर्तव्यं, तत् टि संज्ञा भवति इति. अतः अचः अन्त्यादि टि इति सूत्रस्य अर्थं तदेव. समीचीनम्. तर्हि समीचीनम्. तर्हि अत्र सूत्रमस्ति, संज्ञासूत्रमस्ति, अचोन्त्यादि टि इति संज्ञासूत्रमस्ति. तर्हि तत्र अचः अन्त्यादि टि, अन्त्यादि टि, अचः इति तत्र एकवचने अस्ति, एकवचने निर्दिष्टम् अचः इति. तर्हि अचः इति पदम् एकवचने अस्ति, तथापि तत्र अचः इति वयं जानीमः जातिः अस्ति खलु, समुदायस्य तत्र ग्रहणम्. अच् प्रत्याहारः इति वदामः चेत् तत्र समुदायस्य ग्रहणमस्ति, सर्वेषां स्वराणां ग्रहणमस्ति. अतः अच् इति समुदायः, समुदायस्य किं प्रतिनिधिः अस्ति इति कृत्वा अच् इति जातिः इति वदामः. यथा तत्र मनुष्यः इति वदामः चेत् तत्र मनुष्यत्वम् इति जातिः अस्ति खलु, मनुष्यः इति वदामः चेत् मनुष्यत्वम् इति जातिः. एवमेव अश्वः अस्ति चेत् अश्वत्वम् इति जातिः. अत्र अचः इति जातिः अस्ति. यत्र जातेः उल्लेखः भवति सूत्रे तत्र एकवचने भवितुम् अर्हति, नो चेत् बहुवचने भवितुम् अर्हति. इत्युक्ते अस्माकं विवक्षानुगुणम्, अस्माकम् इच्छानुगुणम् एकवचने अपि भवितुम् अर्हति, बहुवचने अपि भवितुम् अर्हति. तदर्थं तत्र परिभाषासूत्रम् उक्तं, जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उक्तम्. यत्र जातेः उल्लेखः भवति तत्र एकवचने भवितुम् अर्हति, नो चेत् बहुवचने भवितुम् अर्हति विकल्पेन. इत्युक्ते सूत्रेषु अचाम् अपि भवितुम् अर्हति. अचः अचाम् इति अपि भवितुम् अर्हति, परन्तु पाणिनिना अचः इति उक्तम्. पाणिनिना अचः इति उक्तम्, अचाम् इति अपि भवितुम् अर्हति. तर्हि किमर्थम् अत्र अचाम् इति उक्तम्? अचाम् इत्युक्ते अचर्णस्य अचर्णानां समुदायः अस्ति, तेषु अन्तिम अचर्ण वर्णः यः अस्ति तस्य अनन्तरं यत्किमपि अस्ति तस्य टी संज्ञा इति वयम् अवगन्तुं शक्नुमः. परन्तु अचः इति उक्तं, तत्र अचः इत्युक्ते अचाम् इति अर्थः. बहुवचने पश्यामः चेत् अचाम् इति अर्थः, अचां मध्ये यः अन्तिम अचर्णः अस्ति तस्य आदिः टी संज्ञकः स्यात् इति उक्तम्. तर्हि किमर्थम् अत्र अचाम् इति उक्तम्? यदा वयं वदामः रामेषु कृष्णः किं जनेषु कृष्णः उत्तमः इति वदामः चेत्, तर्हि जनेषु इति सप्तमी अस्ति खलु, तत्र जनेषु अथवा तत्र अवतारेषु भगवत् अवतारेषु तत्र कृष्णः कृष्णः अन्तिमः इति किमपि वक्तुम् इच्छामः चेत्, अथवा तत्र कल्कि अवतारः अन्तिमः इति वक्तुम् इच्छामः चेत् तत्र सप्तमीविभक्तेः प्रयोगः अस्ति, यत्र समुदायस्य पृथक्करणं क्रियते खलु. परन्तु अत्र किमर्थम् अचः इति षष्ठीविभक्तिः अस्ति इति चेत् तत्र निर्धारणसप्तमी इत्यस्मिन् अर्थे एव अस्ति. इत्युक्ते यत्र निर्धारणं क्रियते, निर्धारणं क्रियते नाम किम् इत्युक्ते समुदायात् यत्र पृथक्करणं भवति, समुदायः तत्र जातिसमुदायः गुणसमुदायः अथवा क्रियासमुदायः यत्र अस्ति तस्मात् यदा पृथक्करणं भवति तदानीं षष्ठीविभक्तिः अपि प्रयोक्तुं शक्यते, सप्तमी अपि प्रयोक्तुं शक्यते. अत्र उदाहरणार्थम् अत्र मनुष्याणां क्षत्रियः शूरः इति वक्तुम् इच्छामि चेत् तत्र मनुष्याणाम् इति षष्ठीविभक्तिः अस्ति. मनुष्याणां क्षत्रियः शूरः इति वदामि चेत् तत्र मनुष्येषु क्षत्रियः शूरः इति एव अर्थः अस्ति. अतः अहं मनुष्याणां क्षत्रियः शूरः इत्यपि वक्तुं शक्नोमि, मनुष्येषु क्षत्रियः शूरः इत्यपि वक्तुं शक्नोमि. तत्र जाति मनुष्यः इति तत्र जातिः अस्ति, मनुष्यजातिः अस्ति, तत्र जातिग्रहणम् अस्ति, तत्र सप्तमी भवितुमर्हति, षष्ठी भवितुमर्हति, यत्र जातेः उल्लेखः अस्ति. एवमेव गुणस्य उल्लेखः यदा भवति तदानीमपि षष्ठी सप्तमी भवितुम् अर्हति, अथवा क्रियायाः उल्लेखः अपि अस्ति चेत् षष्ठीसप्तमी भवितुमर्हति. यथा तत्र गवां कृष्ण क्षीरतमा तत्र गवां कृष्ण क्षीरतमा इत्युक्ते यस्य कृष्णवर्णः अस्ति तादृश गवी तत्र क्षीरतमः अस्ति, तादृशगावः क्षीरतमाः सन्ति इति वक्तुमिच्छामः चेत् तत्र गवाम् इति वक्तुं शक्यते. नो चेत् तत्र गोषु कृष्ण क्षीरतमा इत्यपि वक्तुं शक्यते. तर्हि सप्तमी षष्टि वैकल्पिकम् अस्ति. तर्हि अस्मिन् सूत्रे किम् अस्ति इति चेत् अत्र अचः इति उक्तम्, अचः इति षष्ट्यन्तं रूपेण उक्तं, तदपि समीचीनं. तस्य अर्थः कः इति चेत् निर्धारणार्थे उक्तं, समुदायात् पृथक्करणार्थम् उक्तम्. अच्वर्णानां समुदायः अस्ति तस्मात् अहं किं पृथक् कर्तुम् इच्छामि इति चेत् अन्तिम अच्वर्णम् अहं पृथक् कर्तुम् इच्छामि. अन्तिम अच्वर्णः यः अस्ति तं वर्णम् अहं पृथक् कर्तुम् इच्छामि. तदनन्तरम् अन्त्यादि अन्तिम अच्वर्णः तस्य आदि इति अपि अहं पृथक् कर्तुम् इच्छामि. अच्वर्णेषु अन्तिम अच्वर्णं पृथक् कर्तुम् इच्छामि. अनन्तरं यत् आदि अस्ति तस्यापि ग्रहणं भवति. तदेव अत्र अचोन्त्यादि टि इति अस्ति. तर्हि अत्र वार्ताद्वयम् अस्ति, एकमस्ति अचः इति षष्ट्यन्तं पदम् एकवचने उक्तं, तत्र जातिग्रहणम् अस्ति. यत्र जातिग्रहणं भवति तत्र एकवचने भवितुमर्हति, बहुवचने भवितुमर्हति. अतः सूत्रे अचः इति वक्तुं शक्यते, अचाम् इति अपि वक्तुं शक्यते. पाणिनिना तत्र अचः इति उक्तम्. अचः इति षष्ट्यन्तं किमर्थम् उक्तम् इति चेत् निर्धारणार्थे अस्ति. निर्धारणार्थे सामान्यतया सप्तमी एव वयं पश्यामः, परन्तु तत्र विकल्पेन षष्ठी अपि भवितुम् अर्हति. अतः अचः इति यदुक्तं तस्य अर्थः कः इति चेत् अच्वर्णेषु इति अर्थः. अच्वर्णेषु यः अन्तिम अच्वर्णः अस्ति तस्य आदि तस्य टी संज्ञा भवति इति सूत्रार्थः अस्ति. अवगतं वा? अवगतं भगिनि, अवगतम्. अस्तु, कोऽपि प्रश्नः अस्ति वा अत्र? तदेव तत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति चेत् अस्माकं सूत्रेषु यत्र जात्याः जातेः उल्लेखः भवति तत्र एकवचने भवितुम् अर्हति, नो चेत् बहुवचने अपि भवितुम् अर्हति इति अत्र सूत्रस्य विवक्षा. अन्यः कोऽपि अन्यं कोऽपि सूत्रमस्ति वा भगिनि, यत्र षष्ठी नो चेत् सप्तमी अस्ति जात्याख्यानां? हा षष्ठी तत्र एतश्च निर्धारणे इति अस्ति सूत्रम्, एतश्च निर्धारणं यतश्च निर्धारणम् इति सूत्रमस्ति. अस्तु, भगवद्गीतायां सर्वत्र आदित्यानां कालानां सर्वत्र सर्वत्र अस्ति, हा सर्वत्र अस्ति इति तत्र वैकल्पिकमस्ति, अतः किमपि प्रयोक्तुं शक्यते. अस्तु तर्हि एतत् सर्वं महाभाष्ये अस्ति वा भगिनि? कुत्र कुत्र एतत् अस्ति, तत्र निर्धारणमस्ति, एतत् निर्धारणसप्तमी कथं कुत्र भवति, एतत् सर्वं कुत्र पठनीयम् इति? निर्धारणसप्तमी इत्युक्ते सामान्यतया निर्धारणसप्तमी एव भवति खलु, परन्तु कारकसूत्रमस्ति, कारकसम्बद्धसूत्रमस्ति, तत्र उपपदविभक्ति उपपदविभक्तिसूत्रमस्ति आयास्यति, सप्तमीविभक्तेः विषये अग्रे आयास्यति. ओ अस्तु अस्तु भगिनि, आयास्यति तदानीं ज्ञास्यामः. अस्तु इदानीं तत्र कश्चन प्रश्नः, इदानीं टी भागः अन्तिमस्वरः तदनन्तरं हल् वर्णः अस्ति चेत् तस्यापि ग्रहणं भवति. इदानीं सीमन् इति वदामः चेत् न सीमन् अन् इति टी भागः, सीमन्त् इति संयोगः अस्ति चेत् तत्र कथं भवति? संयोगः अस्ति चेदपि टी भागस्य तदेव कार्यं, संयोगः अस्ति चेत् किं भवति तत्र सर्वं सर्वम् अचुवर्णस्य अनन्तरं यत्किमपि अस्ति सर्वेषां ग्रहणं, सर्वं ग्रहणम् तत् स्वरस्य अनन्तरं तत्र त्रयः वर्णाः सन्ति चेदपि त्रय हल् वर्णाः सन्ति चेदपि सर्वेषां ग्रहणम्. अस्तु, पुनः अत्र अनेकाचित् सर्वस्य इत्यस्य किमपि बाधा नास्ति वा? इदानीम् एकारः आदेशः एकः वर्णः एव, अतः अलौन्त्यस्य इत्यस्य प्रसक्तिः न भवति वा? न, कुत्र एका कुत्र कुत्र वदति, कुत्र पृच्छति? टी भागस्य इति वदति वा? हा, टितात्मनेपदानां टेरे इत्यत्र एकारः आदेशः भवति टी भागस्य, टी भागस्य स्थाने, भागस्य टी भागः यदा कदा अनेकाल् भवति यदा कदा एकाल् भवति. न न न न तत्र अनेकाल् सर्वस्य इत्यनेन कस्य अनेकाल्त्वं पश्यामः? आदेशः, आदेशस्य अनेकाल्त्वं वा एकाल्त्वं वा इति पश्यामः. अत्र आदेशः कः, अनेकाल् अस्ति वा? न, एकाल् एव अस्ति. अतः अनेकाल् सर्वस्य इत्यस्य प्रसङ्गः एव नास्ति. नास्ति, अलोन्त्यस्य इत्यस्य अपि आवश्यकता नास्ति, अलोन्त्यस्य इत्यस्य अपि आवश्यकता नास्ति. हा, किन्तु अत्र आत् आम् इत्यस्य स्थाने यदा एकारः आगच्छति तत्र सर्वस्य स्थाने एव भवति खलु, तत्र अलोन्त्यस्य इति सूत्रम् आगच्छति चेत् न, सर्वस्य स्थाने न भवति, न न न सर्वस्य स्थाने नास्ति, तत्र कस्य स्थाने एकारादेशः? आम् इत्यस्य स्थाने एव भवति. न न न, कुत्र तत्र आताम् इत्यत्र वा? आताम् इत्यत्र आम् इत्यस्य इति वदति वा? अस्तु, आम् इत्यस्य स्थाने एकारादेशः, समीचीनं. हा, तत्र पुनः अलोन्त्यस्य आगच्छति चेत् मकारस्य स्थाने एव इति तत्र न न न, सूत्रं तत्र किं वदति, सूत्रं किं वदति, टी भागस्य स्थाने एकारादेशः इति वदति खलु स्पष्टतया सूत्रं? हा, स्पष्टतया भवति सत्यं, किन्तु अलोन्त्यस्य अपि आगच्छति खलु अत्र, एकः एव आदेशः एकाल् एव अस्ति चेत् अलोन्त्यस्य न न यत्र स्पष्टता नास्ति, न न न यत्र स्पष्टता नास्ति, यत्र स्पष्टता नास्ति, परिभाषासूत्रस्य कार्यं कुत्र इति चेत् यत्र स्पष्टता नास्ति, अत्र टी भागस्य स्थाने एकारादेशः भवति इति स्पष्टतया सूत्रे उक्तम्। अतः अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति, अनेकाचित् सर्वस्य इत्यस्य प्रसक्तिः अपि नास्ति, आवश्यकता अपि नास्ति खलु। इति इत्युक्ते अत्र टितः लस्य आत्मनेपदानां टेः ए इति स्पष्टतया उक्तत्वात् टेः स्थाने एव एकारादेशः। अतः टेः इति टेः इत्यत्र बहवः इत्युक्ते बहुवर्णाः सन्ति चेदपि तत्र सम्पूर्णस्य एव इति सूत्रे स्पष्टमस्ति। अस्तु, इदानीम् अग्रे गच्छामि। तर्हि टी भागस्य भागस्य स्पष्टता अस्ति इति मन्ये, इदानीम् अग्रे गच्छेम। इदानीं तत्र मीना भगिनी अग्रे पठतु। अदन्तात् अङ्गात् परस्य, तत्र भगिनि अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्। नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति। आताम् आथाम् अनयोः स्थितस्य आकारस्य स्थाने इ, अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवत्येव। किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि टित्सु णित्सु उभयत्र इ आदेशः भवति। वस्तुतः इ आदेशः भवति तदा यकारस्य लोपः वल् प्रत्याहारे परे। यदि अङ्गम् अदन्तं भवति चेत् आताम् आताम् तत्र आकार आम् इति टीभागः तस्य स्थाने तिथापरे तेरेति स्थाने ए भवति, आकारस्य स्थाने इ भवति। किमर्थम् इ अस्ति तत्र? अदन्ताम् अकारस्य इय इति भवति, यकारस्य लोपः भवति, अतः इ इति स्थापितं तत्र। अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवति। ओके, किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि चित्सु गित्सु उभयत्र इ आदेशः भवति। वस्तुतः इ आदेशः भवति तदा यकारस्य लोपः लोपो व्योगलिति सूत्रेण यकारलोपः तस्मात् इ एव अवशिष्यते। पठामि वा अग्रिम वदतु? मध्यमपुरुषस्य थास् थास् स्थाने से आदेशः, अयम् आदेशः चित्सु लकारेषु भवति। थास् इति आस् इति चित् बाटः चित् आत्मनेपरे तेरेति स्थाने ए भवति। पितात्मनेपदनां तारे इति नास्ति अत्र, तासः से इति सूत्रेण तासस्य नूतनसूत्रं तासस्य इति सूत्रेण से इति आदेशः, अयम् आदेशः टित्सु लकारेषु भवति। समीचीनं, तावत् धन्यवादः। इदानीं किञ्चित् पुनः पश्यामः। इत्युक्ते अत्र अस्माकम् आत्मनेपदे प्रत्ययेषु आकारः तत्र कुत्र कुत्र आकारः अस्ति? आताम् आताम् थास् तास् तास् इत्यत्र तास् इति आकारः तास् इत्यत्र अपि आकारः अस्ति, परन्तु तत्र तु तासः से इति विशिष्टतया कार्यं करोति इति कृत्वा तत्र आकारस्य स्थाने इय इत्यस्य आवश्यकता नास्ति। इय इत्यस्य आवश्यकता नास्ति, तर्हि तत्र आतः आतः तत्र आकारस्य स्थाने इय इति आदेशः भवति। तदर्थं सूत्रम् इदानीं पश्यामः। तर्हि स्थलद्वये कार्यं भवति, आकारस्य स्थाने इय इति आदेशः। इदानीं तत्र सूत्रद्वयम् इदानीं पठनीयं। तत्र आतो नितः इत्यनेन आकारस्य स्थाने इय इति आदेशः, अनन्तरं तित आत्मनेपदानां टेरे इति सूत्रद्वयम् इदानीं पठामः। अत्र किं शोभा भगिनी पठति वा तित आत्मनेपदानां टेरे? आं भगिनि, तित आत्मनेपदानां तेरे इति सूत्रं तित् लकाराणां स्थाने वीतानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां ति भागस्य स्थाने एकार आदेशः आदेशो भवति. तितः षष्ट्यन्तम् आत्मनेपदानां षष्ट्यन्तं तेः षष्ट्यन्तम् ए लघुप्रथमान्तम् अनेकपदमिदं सूत्रं लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तितः लस्य आत्मनेपदानां तेः ए इति. अस्मिन् सूत्रे तत्र टित् लकाराणां स्थाने इत्युक्ते लट् लिट् लुट् लृट् लोट् एतेषु लकारेषु तेषां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां तत्र आत्मनेपदीसंज्ञकानां प्रत्ययानाम् इत्युक्ते तत्र मूलप्रत्ययाः ता आतां झा भास् आथां ध्वम् इड् वहि महिङ् टी भागस्य स्थाने एकार आदेशः भवति इति. टि इति किम् इति चेत् यस्य येषु प्रत्ययेषु अन्तिमस्वरः अस्ति तदारभ्य अन्त्यपर्यन्तं टि भागः इति उच्यते यथा वयं दृष्टवन्तः. तस्य टि भागस्य स्थाने एकारः आदेशः भवति. तितः अपि च तत्र सूत्रे तितः आत्मनेपदानाम् अपि तेः सर्वे षष्टिविभक्तौ भवन्ति. ए इति लघुप्रथमान्तं नावगतं भगिनि. लघुप्रथमान्तम् इति लघु इति ओ क्षम्यतां लुप्त लुप्तप्रथमान्तम् ए इति लुप्तप्रथमान्तं तदपि किञ्चित् वदतु भगिनि लुप्तप्रथमान्तं. अपि च अनेकपदम् इदं सूत्रं लस्य इत्यस्य अधिकारः लस्य इत्यस्य अधिकारे भवति इति इति एव दत्तं तत्र इति मन्ये. समीचीनम्. इत्युक्ते तत्र सूत्रे तत्र टित आत्मनेपदानां टेरेः इति न उक्तं टेरेः इति न उक्तं टेरे इति एव उक्तं. तत्र प्रथमविभक्तिः एः इति न उक्तं. तत्र विसर्गः न श्रूयते सूत्रे. तदेव लुप्तप्रथमान्तम् इति वदामः. इत्युक्ते तत्र किं भवति ए इति प्रातिपदिकात् सु इति प्रत्ययः भवति चेत् तत्र एः इति भवेत् खलु. एः इति भवेत् परन्तु एः इति न उक्तं सूत्रे. केवलम् ए इति एव उक्तं. तदर्थं लुप्तप्रथमान्तम् इति वदामः. किमर्थम् एतादृशं क्रियते इति चेत् तत्र छन्दसः छन्दसः कृते एवं क्रियते. अस्माकं सूत्राणि छन्दोवत् भवन्ति छन्दोवत् भवन्ति. अतः तत्र छन्दसः कृते टेरेः इति न उक्तं. तत्र एक विसर्गस्य लोपं कृत्वा टेरे इति उक्तं. तदर्थं लुप्तप्रथमान्तम् इति उक्तं. तर्हि टित टित इत्युक्ते टित्सु लकारेषु टितः लस्य टित् इति प्रातिपदिकस्य टितः इति षष्ट्यन्तं टितः लस्य इत्युक्ते टित्सु लकारेषु यत्र टकारस्य इत्संज्ञा भवति तादृश टकारस्य इत् यस्य सः तादृशलकारः अस्ति चेत् तत्र आत्मनेपदानां टेः स्थाने एकारादेशः भवति इति सूत्रार्थः. टेः इत्यस्य अर्थः कः इति चेत् अचोन्त्यादि टि इति सूत्रेण टि संज्ञा इत्यस्य कस्य टि संज्ञा इति अपि अस्माभिः ज्ञातं. तर्हि टेः इत्युक्ते टि इत्यस्य षष्ट्यन्तं टेः टेः स्थाने ए इति आदेशः. इदं सूत्रं केवलम् आत्मनेपदीप्रत्ययानां कृते एव कार्यं करोति, न तु परस्मैपदीप्रत्ययानां. यद्यपि परस्मैपदीप्रत्ययानामपि तत्र टित्तः सन्ति तत्रापि, परन्तु अत्र केवलम् आत्मनेपदीप्रत्ययानां कृते एव भवति. तत्र विसर्गस्य रेपः भवति किल तस्य विसर्गस्य रेपः भूत्वा टेर् इति न भवति वा? तत्र किं भवति तत् टेर् इति एव भवति. टेः योगः ए तत्र विसर्गस्य तत्र रेपादेशः रेपादेशः न भवति खलु. न विसर्गस्य इति न क्षम्यतां तत्र न अत्र सामान्यभाषया अहं वदामि. न न एकक्षणं, तत्र सामान्यभाषया तत्र किं वदामः, तत्र टेः इति रूपमस्ति खलु, टेः इति सिद्धरूपमस्ति, प्रक्रियायां कथं भवति इति किञ्चित् चिन्तयामः, परन्तु टेः इति अन्तिमं रूपमस्ति खलु, टेः इति अन्तिमं रूपमस्ति, तस्य अनन्तरम् एकारः अस्ति. इदानीं किं कर्तुं शक्यते? विजयलक्ष्मीपत्नी वदतु. तत्र सकारस्य रेफः भवति. तत्तु प्रक्रियायां वदति भवती, परन्तु इदानीं तत्र प्रक्रियायां वदति, तत्र टे टि तत्र किं टि योगः अस् इति प्रत्ययः अस्ति, अस् इति तत्र प्रत्ययः अस्ति, सुप्रत्ययः अस्ति, तदानीं तत्र कथं भवति प्रक्रिया इति भवती वक्तुमिच्छति खलु. परन्तु इदानीम् अहं वदामि मम सिद्धपदम् अस्ति टेः इति पदम् अस्ति, मम पदम् अस्ति, तदानीं तत्र कथं वयं वदामः सामान्यभाषया? ऋत्वं तत्र विसर् विसर्गस्य रेफः भवति इति सामान्यभाषया वयं वदामः खलु. परन्तु प्रक्रियायां वयं वदामः चेत् तत्र किं वदामः, तत्र तत्र तत्र आरम्भतः वक्तव्यं खलु, तत्र वाक्यं किम्, अलौकिकवाक्यं किम् अस्ति, अलौकिकविग्रहवाक्यं किम् अस्ति, प्रकृतिः किं, प्रकृतिः का अस्ति, प्रत्ययः कः, प्रत्ययः कः इति सर्वम् उक्त्वा प्रक्रियायां वयं वदामः. तत्र अस्तु इदानीम् अस् इति अस्ति सकारस्य ससजशोरुः इति रु आदेशः, रु इदानीं भवति, तस्य अनन्तरम् एकारः अस्ति इति कृत्वा तत्र खरावसानयोर्विसर्जनीयः इत्यस्य कार्यं नास्ति, अतः रेपः एतावत् तिष्ठति, अतः टेरे इति वयं वदामः. परन्तु सामान्यभाषया वयं वक्तुमिच्छामः चेत् तत्र विसर्गस्य स्थाने रेपः इति उक्त्वा तत्र टेरे इति वदामः. शोभा भगिनी अवगतं वा? अवगतं भगिनि. मम प्रश्नः तत्र एव टेर् योगः ए इति टेरे इति एव भवति, तत्र टेरेः इति किमर्थम् इति. यतोहि एः तत्र ए इत्यस्य प्रथमविभक्तिः किं भवति, ए इति प्रातिपदिकम् अस्ति चेत् एः, ओ एः इति भवति, ए योगः सुप् इति अस्ति खलु, ए योगः सुप् इति अस्ति चेत् तत्र विसर्गः अपि तत्र श्रूयते, परन्तु सूत्रे न दृश्यते. अस्तु, दृश्यते न दृश्यते खलु, किं भगिनि, न दृश्यते खलु विसर्गः? हा न दृश्यते. हा न दृश्यते, तर्हि प्रश्नः अस्ति किमर्थं न दृश्यते इति प्रश्नः. लुप्तप्रथमान्तम् इति उक्तम्, प्रथमान्तं, प्रथमान्तम् इत्युक्ते तत्र प्रथमाविभक्तिः, विभक्तिसंज्ञकः यः प्रत्ययः अस्ति तस्य लोपः कृतः सूत्रे. हा तत् अवगतं, तत्र इदानीमपि किञ्चित् टेरे इति तत्र पदम् अस्ति इति कृत्वा तस्य विभक्ति भवेत् इति वा? न, एः इति पदम् अस्ति इदानीम्, एः इति पदम् अस्ति यत्र सर्वत्र आदेशः यदा वयं क्रियते, इत्युक्ते अपदम् अस्ति चेत् तस्य प्रयोगः न वाक्यप्रयोगः न करणीयः खलु, अपदं न प्रयुञ्जीत इति नियमः अस्ति, अतः एः इति पदम् अस्ति, ए इति प्रातिपदिकात् सुप्रत्ययस्य योजनेन एः इति पदम् अस्ति, तथापि तत्र ए इति उक्तमस्ति सूत्रे, किमर्थम् ए इति उक्तमस्ति, तादृशप्रयोगः न करणीयः खलु, अपदम् अस्ति खलु इति चेत् अत्र लुप्तप्रथमान्तं, प्रथमान्तम् अस्ति तत्र, परन्तु लोपः कृतः अस्ति सूत्रे. अस्तु, किमर्थं कृतः इति चेत् छन्दसः कृते, वयं तथा न कर्तुं शक्नुमः अस्माकं वाक्येषु. अस्तु, अवगतं भगिनि, तत्र ए इत्यस्य लुप्तम्. अस्तु, केवलं सूत्रेषु एवं भवति. अस्तु, इदानीम् अग्रिमसूत्रं तत्र आतोनितः इत्यपि एकवारं पठामः, तत्र कः पठति, तत्र किं, तत्र उमा भगिनी पठति वा? परस्य सार्वधातुकः नित् परस्य सार्वधातुकः नित् प्रत्ययस्य आकारस्य स्थाने क्रिय आदेशो भवति, अनदन्ताङ्गेषु न भवति, अनदन्ताङ्गेषु आखे इत्येव भवतः, आतः षष्ट्यन्तं नितः षष्ट्यन्तं द्विपदमिदं सूत्रम् रुदादिभ्यः सार्वधातुके 72 76 इत्यस्मात् सावधातुके इत्यस्य आनुवृत्तिः अतो एयः 72 80 इत्यस्मात् अतो यः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सूत्रम् अतः अङ्गात् मितः सार्वधातुकस्य आतो यः अत्र आतो मितः इति सूत्रे अदन्त अङ्गेषु सार्वधातुकप्रत्यय प्रत्ययस्य आकारस्थाने इय आदेशः भवति किन्तु अनदन्त अङ्गेषु तत्र न भवति अत्र आतः षष्ट्यन्तं मितः षष्ट्यन्तम् आतो मितः षष्ट्यन्तं द्विपदन्तं सूत्रं सार्वधातुके ऋणादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः सार्वधातुक ओलि अत्र एव अत्र सम्भवति आतो येयः इत्यस्मात् आतो इयः इत्यनयोः अनुवृत्तिः अतः अङ्गात् मितः सार्वधातुकस्य आतो इयः अत्र इयः अदन्त अङ्गेषु परस्मैपदे सार्वधातुके अत्र आगच्छति आतो मितः अनुवृत्तिस्थितसूत्रम् अतः अङ्गात् मितः साधुधातुकस्य आतो यः अर्थः कः अङ्गात् अदन्त अङ्गे अत्र अतः पञ्चमी अतः इति पञ्चमी ओके अतः अङ्गात् मितः सार्वधातुकस्य आतो यः अर्थः अतः अङ्गात् इति अस्ति खलु अतः अङ्गात् तत्र अतः अङ्गात् इत्यस्य तत्र अदन्तात् अङ्गात् इति कथं निष्पन्नम् अतः अङ्गात् अनयोः कीदृशसम्बन्धः अतः पञ्चमी उक्तं सो अतः इति अदन्त अङ्गात् कीदृशसम्बन्धः अनयोः विशेषण विशेषसम्बन्धः किमस्ति विशेष्यम् अत्र विशेष्यं अतः विशेषणम् अतः अङ्गात् विशेष्यम् विशेषणम् अतः इत्युक्ते अङ्गम् अस्ति एकम् अङ्गम् अस्ति कीदृश अङ्गम् इति प्रश्ने सति अदन्तम् अङ्गम् इति वदामः खलु अस्तु तर्हि विशेषणविशेषभावः अस्ति चेत् अत्र अतः अङ्गम् अतः अङ्गात् इत्यत्र अदन्तात् अङ्गात् इति अर्थः कथं निष्पन्नं कथं निष्पन्नः न जानामि जानाति एव भवति नूतनं नास्ति अदन्तम् इति अरुणा भगिनी किञ्चित् सहायं करोतु अरुणा भगिनी किं अरुणा भगिनी अस्ति वा आं भगिनि अतः अङ्गात् अतः अङ्गात् इत्यत्र अदन्तात् अङ्गात् इति कथं निष्पन्नम् इति वदतु अतः अङ्गात् करसप्तमस्य येन विधिस्तदन्तस्य यत्र विशेषणविशेषभावः अस्ति तत्र येन विधिस्तदन्तस्य इत्यनेन अङ्गस्य अतः अङ्गात् अदन्तात् अङ्गात् समीचीनम् इति वयं सर्वे जानीमः यत्र विशेषणविशेषभावः अस्ति तत्र तत्र अतः अङ्गम् इत्युक्ते न केवलम् अ इति अङ्गम् अत्र अ इति अङ्गं कुत्र कुत्रचित् भवति वा इति चेत् प्रायः न भवति तर्हि अदन्तात् अङ्गात् इति अर्थः कुत्रचित् प्रतिध्वनिः हा अस्तु अवगतं खलु तर्हि अदन्तात् अङ्गात् नित्सुलकारेषु सार्वधातुकस्य आतः सार्वधातु कीदृश आतः आतः इति आतः इति इत्यस्य प्रातिपदिकं किम् आत् इति खलु आत् आत् इत्यस्य षष्ट्यन्तम् आतः आतः स्थाने इयः इति अस्ति इयः इति आदेशः प्रथमान्तम् अस्ति खलु इयः इति प्रथमान्तं तत्र यकार उत्तरवर्ति अकारः उच्चारणार्थः अतः अङ्गात् इत्युक्ते अदन्तात् अङ्गात् यः सार्वधातुकप्रत्ययः आत् इति अस्ति तादृश आतः इय इति आदेशः आत् इति तत्र तत्र तप्रकरणम् अस्ति आत् इत्यत्र कारस्य तप्रकरणं तर्हि केवलम् आकारः यत्र अस्ति तत्र इय इति आदेशः भवति अस्तु अवगतं खलु तर्हि आतो नितः इति सूत्रमस्ति तर्हि अस्तु भगिनी कृपया म्यूट् करोतु क्षम्यतां भगिनि तत्र सार्वधातुकस्य किमर्थम् उक्तं तत्र भगिनि सार्वधातुकस्य इति किमर्थम् उक्तम् इति चेत् सार्वधातुकप्रत्ययः आकारः अस्ति चेदेव भवति अर्धधातुकप्रत्ययः आकारः अस्ति चेत् न भवति इति अर्थः ओ अस्तु अस्तु अस्तु इत्युक्ते अत्र आकारः अस्ति सामान्यतया आ इति प्रत्ययः अस्ति चेत् आ इति प्रत्ययः सामान्यतया आ इति प्रत्ययः तिंशित् भिन्नः इति कृत्वा अर्धधातुकः एव भवति खलु परन्तु अत्र आ इति प्रत्ययः तिङ् प्रत्ययः अस्ति साक्षात् तत्र आताम् इत्यत्र प्रत्ययः तिङ् प्रत्ययः अस्ति तर्हि आ इति भागः तिङ् प्रत्ययस्य भागः अस्ति खलु अस्तु परन्तु आकारः आर्धधातुकप्रत्ययपि भवति अपि च सार्वधातुकप्रत्यये अपि भवितुम् अर्हति न तत्र सार्वधातुकप्रत्यये एव भवितुम् अर्हति वा तत्र गणेषु यत् न अत्र किम् उक्तम् इति चेत् इदं सूत्रं केवलं सार्वधातुकप्रत्ययः अस्ति चेदेव भवति अर्धधातुकः अस्ति चेत् न भवति इति स्पष्टीकर्तुम् अत्र सार्वधातुकः इति उक्तम् अस्तु तर्हि तर्हि इदानीं पश्यतु तत्र आ इति प्रत्ययः कुत्र अर्धधातुके भवितुम् अर्हति कुत्र अस्य सूत्रस्य प्राप्तिः तत्र भवितुम् अर्हति येन अत्र सार्वधातुकम् इति स्थापितम् इति पश्यतु अस्तु अस्तु इत्युक्ते लिट् लकारे न भवति इत्यस्मिन् अर्थे भवति लिट् लकारे लिट् लकारे सत्यम् इत्युक्ते तत्र साक्षात् तिङ् प्रत्ययाः अर्धधातुकाः भवन्ति अर्धधातुकः भवन्ति इति कृत्वा तत्र न भवति समीचीनं सम्यक् आम् अस्तु तर्हि इदानीम् अन्तिमवाक्यमेकम् अस्ति तद् तत्र अरुणभगिनी पठति वा आं भगिनि वस्तुतः आतोनितः इत्यनेन इय आदेशः भवति तदा लोपो व्यूर्वलि इति सूत्रेण या इत्यस्य लोपः वल् प्रत्याहारे परे वयम् आतोनितः वदति आकारस्थाने अदन्ताङ्गमस्ति सार्वधातुकनिप्रत्यय आकार अस्ति प्रथमं तत् स्थाने इ आदेशः भवति अनन्तरम् इय यकारलोपो भवति प्रत्ययानन्तरं वल् वर्णः अस्ति प्रत्याहारे उदाहरणं आत्ताम् अत्र आस्थाने इति पदा यकारलोपः भवति ता इति वल्लवर्णः ततः यकारलोपो भवति ईते एव अवशिष्यति इतां पामति तीतात्मनेपदानां टेरे सूत्रेण आं स्थाने ये आगच्छति इत्युक्ते तत्र आताम् अपि च अथाम् उभयत्र इय इति आदेशः भवति उभयत्र यकारस्य लोपः अपि भवति यतोहि वल् प्रत्याहारस्य वर्णः अनन्तरम् अस्ति तकारः थकारः द्वयमपि वल् प्रत्याहारस्य वर्णः इति कृत्वा तत्र लोपः भूत्वा इ इति एव अवशिष्यते अतः इते अपि च इथे इति रूप इति रूपं सिद्धप्रत्ययः अस्तु तर्हि अत्र स्थगयामः वा समयः अतीतः कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि नमस्कारः धन्यवादः धन्यवादः धन्यवादः।